रसये महोदये विजये कमललोचने विश्वरूपे विशालाक्षे विद्यां देहि नमोऽस्तुते येनाश्वस्माम्नाय मलिकं महेश्वरात् रत्नं व्याकटनं प्रोक्तं तस्मै पाणिन येन हरिः ॐ शिवभ्यो नमः सर्वेभ्यः नमः पाणिनिसर्वेषां स्वागतम् नमस्कारः धन्यवादाः सप्ताहे वयं तत्र सार्वधातुलकाराः अपि च अर्धधातुलकाराः तेषां विषये किञ्चित् पीठिकारूपेण अधीतवन्तः वयं दृष्टवन्तः तत्र ये दशलकाराः तेषां विभजनं माताजिना माताजी मात्रा कृतं चत्वारि लकाराः सा वदति सार्वधातुकलकाराः इति अस्माभिः मन्यते तत्र ये अन्य षट् लकाराः तेषाम् आर्धधातुकलकारः इति तत्र नामकरणमस्ति एतादृशः नामकरणं किमर्थं चेत् तत्र सार्वधातुकप्रक्रिया भवति इत्युक्ते तत्र सार्वधातुकनिमित्तीकृत्य कार्याणि भवन्ति वयं जानीमः तत्र सार्वधातुक् अपि च आर्धधातुक् इति तत्र व्याकरणशास्त्रे ग्रन्थे तत्र प्रत्ययानाम् इति सार्वधातुक् अपि च आर्धधातुक् इति नाम अस्ति ये प्रत्ययाः धातोः धातुभ्यः विधीयते तेषामेव नामकरणं सार्वधातुक् अपि च आर्धधातुक् अतः अत्र मुख्यतया धातुप्रक्रिया यत्र भवति यत्र तिङन्तप्रकरणं नो चेत् कृदन्तप्रकरणम् अस्ति तत्रैव लकाराणां तत्र वयं प्रयोगं कुर्मः तत्र एव एतादृशः प्रत्ययानां नामकरणम् अस्ति किमर्थं सा एतादृशः नामकरणं कृतं यथा मया उक्तं तत्र ये चत्वारि लकाराः लट् लोट् लङ् विधिलिङ् तत्र सार्वधातुकनिमित्तीकृत्य विशिष्टकार्यं भवति परन्तु आर्धधातुकलकारेषु तत्र आर्धधातुकप्रत्ययनिमित्तीकृत्य भिन्नकार्यं भवति सो चतुर्षु लकारेषु तत्र कर्तरि शप् सूत्रस्य प्रसक्तिः भवति परन्तु ये अन्य षट् लकाराः सन्ति तत्र केनापि कारणेन तत्र कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः इत्युक्ते एप्लिकेबिलिटि प्रसक्तिः तत्र न भवति केनचित् कारणेन अतः ते षट् लकाराः माताजी वदति तत्र भिन्नप्रक्रिया भवति अतः तेषां यः चिन्तनम् अस्माभिः तेषां विषये भिन्नरीत्या चिन्तनं करणीयं परन्तु ये लट् लोट् लङ् विधिलिङ्ग् एते चत्वारि लकाराः सन्ति तत्र सार्वधातुकनिमित्तीकृत्य कार्यं भवति अतः तत्र अस्माभिः सार्वधातुकप्रक्रिया मत्वा तत्र कार्यं करणीयम् अनेन किं भवति यदि वयं कोऽपि धातुपाष्टः नयामः तत्र दशलकाराणां किं रूपाणि इति साधयामः चेत् तत्र बहु क्लेशः भवति तादृशरीत्या न करणीयम् इति माताजी वदति अतः अस्माभिः किं करणीयं लट् लोट् लङ् अपि च विधिलिङ्ग् लकारे तत्र भिन्नरूपी चिन्तनमस्ति अपि च ये अन्य षट् लकाराः तेषां विषये भिन्नरूपेण तत्र चिन्तनं करणीयम् इदानीं तत्र किञ्चित् पेटिकारूपेण वयं दृष्टवन्तः परन्तु किं केन कारणेन कर्तरि शप् सार्वधातुके इति सूत्रस्य प्रसक्तिः षट्षु लकारेषु न भवति सूत्रं किं तत्र कीदृशचिन्तनम् अस्ति इति अस्मिन् करपत्रे इत्युक्ते यः नूतनकरपत्र अस्ति सार्वधातुकलकाराः अर्धधातुकलकाराः अधिकचिन्तनं तस्मिन् करपत्रे सूत्राधारेण एतत् सर्वं तत्र दत्तम् अतः अद्य किं कुर्मः सूत्राधारेण तत्र पश्यामः किमर्थं तत्र षट्षु लकारेषु कर्तरि शप् सूत्रस्य प्रसक्तिः न भवति अपि च केन कारणेन केवलं ये चत्वारि लकाराः ये सार्वधातुकलकाराः सन्ति तत्र एव किमर्थं तिङ् कर्तरि शप् सूत्रस्य तत्र कार्यमस्ति अपि च आर्धधातुक् सेड् वलादेः इति सूत्रस्य चिन्तनं एते सार्वधातुकलकारेषु किमर्थं न भवति इत्यपि तत्र तस्य विषये अत्र सूत्ररूपेण सूत्राधारेण तत्र चिन्तनं कुर्मः. किञ्चित् पूर्वस्मिन् वर्गे एतस्य विषये पठितं वा? अहं चिन्तयामि न पठितम्. प्रथमबिन्दुः पठितं महोदय. प्रथमबिन्दुः पठितम्. ओके, तत्र किमपि नास्ति. तत्र समानं लिखितमस्ति, सार्वधातुकम् अपि च अर्धधातुकम् इति नामकरणं वयं जानीमः. तत्र संज्ञासूत्रद्वयं तत्र स्तः, किञ्चित् सार्वधातुकम् अर्धधातुकं शेषः. एतयोः सूत्रयोः वयं ज्ञातुं शक्यते धातोः ये प्रत्ययः विधीयते. यदि ते तिङ् नो चेत् चित् सन्ति ते प्रत्ययाः, तेषाम् एकम् अन्यत् नामं महर्षिणा कृतं सार्वधातुकम्. ते प्रत्ययः सार्वधातुकसंज्ञा प्राप्नोति. तथैव साक्षात् अनन्तरं वदति 113, साक्षात् अनन्तरं 114 इति सूत्रमस्ति, वदति अर्धधातुकं शेषः. सो शेषः इत्यनेन पूर्वे यत् उक्तं तेषां विहाय, ये प्रत्ययाः धातोः विधीयते अपि च धातोः विधीयते इत्युक्ते येषां विधानं, येषां तत्र रूल् अस्ति, येषां तत्र विधिः धातोः अनन्तरं भवति. यदि ते प्रत्ययः तिङ् न सन्ति, नो चेत् शित् न सन्ति चेत् तेषां भिन्ननामम् अस्ति आर्धधातुकम् इति नाम. सो शेषः इत्यनेन तिङ् विहाय, षित् विहाय, ये अन्य सर्वे प्रत्ययाः धातोः विधीयते तेषाम् आर्धधातुकम् इति नामकरणमस्ति. सो वयं जानीमः लट् लोट् लङ् ये दशलकाराः सन्ति ते अपि धातोः विधीयते. नूतनशब्दाः सन्ति लट् लोट् लङ्, तृतीयाध्याये तत्र धातोः अधिकारः अस्ति, प्रत्ययः अधिकारः अस्ति, परश्च अधिकारः. विधिसूत्रे अधिकारसूत्राणाम् अनुवृत्तिः अवश्य अस्माभिः स्वीकरणीयम्, अवश्यकरणीयं. तत्र कोऽपि प्रावधानं नास्ति, तत्र कोऽपि विकल्पः नास्ति. सो विधिसूत्रे वर्तमाने लट् इति विधिसूत्रमस्ति. वर्तमानकालस्य विवक्षायां तत्र धातोः लट् प्रत्ययः विधीयते. सो कथं जानीमः लट् अपि प्रत्ययः? तस्मिन् सूत्रे प्रत्ययः परश्च धातोः इति अधिकारः, तत्र त्रयाणां सूत्राणां तत्र अधिकारः वर्तते. अतः एतेषां विशिष्टपदानां तत्र मया किं करणीयं? तत्र अनुवृत्तिः स्वीकरणीयं. सो यद्यपि सूत्रम् अस्ति वर्तमाने लट्, तथापि मया किं करणीयम्? ये अधिकारसूत्राणि तत्र सन्ति तेषां तेषु ये विशिष्ट पदानि सन्ति तेषां ग्रहणमपि तत्र करणीयं. सो सूत्रम् अनुवृत्तिसहितसूत्रं तत्र भवति. धातोः वर्तमाने लट् प्रत्ययः परश्च. सो प्रत्ययः इत्यनेन इदानीं मनसि स्पष्टता अस्ति, एतत् लट् अपि प्रत्ययः. अनेन एव, अनेन अधिकारसूत्रेण एव सर्वेषां नूतनशब्दानां ये धातोः विधीयते तेषां तत्र प्रत्यय इति संज्ञा भवति. अतः लट् अपि प्रत्ययः, लोट् अपि प्रत्ययः, अपि च ये अन्यलकाराः लृट् अपि प्रत्ययः, तेषामपि प्रत्यय इति संज्ञा भवति, अधिकारसूत्रेण एव भवति. सो इदानीं लट् धातोः विधीयते, धातोः अनन्तरं लट् प्रत्ययस्य विधानम्. अतः मया किं करणीयं? प्रत्ययः यः अस्ति तस्य स्वभावः किं? प्रत्ययः प्रथमे तत्र द्रष्टव्यं. ये प्रत्ययः धातोः विधीयते ते सार्वधातुकसंज्ञक वा आर्धधातुकसंज्ञा तस्य अस्ति. सो लट् इति प्रत्ययः तिङ् नास्ति, शित् नास्ति. लट् प्रत्ययेषु शकारस्य इति नास्ति. लट् प्रत्ययः तिङ्समूहे अपि न दत्तं. तिङ्समूहे यत् सूत्रमस्ति तिप् तजि सिप्थस्थ, तत्र अष्टादशसूत्राणि, तत्र लट् न लिखितम्. अतः अर्धधातुकं शेषः इत्यनेन सर्वे लकाराः, दशलकाराः, अनेन संज्ञासूत्रेण तेषां अर्धधातुक् इति संज्ञा भवति. अतः तत्र मया किं करणीयं? तस्मिन् सोपाने, तस्मिन् काले आर्धधातुप्रत्ययः परे अस्ति, तस्मिन् सोपाने मया चिन्तनीयम् अत्र कस्य कस्य सूत्रस्य प्रसक्तिः इति तत्र द्रष्टव्यम्। सो यदा धातोः अनन्तरं लट् विधीयते सर्वदा तत्र किं भवति, लस्य इत्यस्य अधिकारः आयाति, लस्य इत्यनेन तत्र तिबादयस्य विधानम् इति तत्र मुख्यचिन्तनम् अस्ति। इदानीं तत्र द्वितीयबिन्दुतः पठामः। किमर्थं चेत् सार्वधातुक् इति प्रत्ययस्य संज्ञा, परन्तु अत्र शीर्षकं किम् अस्ति, सार्वधातुक् लकाराः इति लिखितं। यद्यपि लकाराः अपि प्रत्ययः, ते सर्वे दशलकाराः अर्धधातुकसंज्ञकः, किमर्थं सार्वधातुक् लकाराः इति लिखितं, तस्य विषये इति अद्य चिन्तयामः। अस्तु, कः प्रारम्भं करोति? महोदय, एकः प्रश्नः अस्ति अत्र, वदतु। दश लकाराः सन्ति, तत्र सार्वधातुक लकारः लट् लोप् लङ् विधिलिङ्ग् सन्ति, तो आर्धातुक लकारः लिङ् लुट् लिट् आसुलिङ्ग् लुङ् लिङ् किं कारणे अस्ति? कारणं अत्र किं तिङ् सित् सार्धातुकं भवति, अत्र तु सर्वाणि तिङ् तु आयाति, आर्धातुक लकारः किं कारणे भवति? प्रश्नः कः महोदय? आर्धातुक लकारः अस्ति लिट् लुट् लिट् आसुलिङ्ग् लुङ् लिङ्, सम्यक् वा? षट्लकारः आर्धधातुलकारः, आर्धातुलकारः, तत्र अपि तिङ् आयाति, तिङ् आयाति तु तिङ् सित् सार्वधातुकं भवति, अत्र आर्धातुलकारः किं कारणे अभवत्? तदेव अत्र अस्माकं विषयः तदेव अस्ति, इत्युक्ते अद्य पठामः किमर्थं तेषां यदि तत्र तत्रापि तिबादयः आयाति, किमर्थं तत्र आर्धधातुक् इति नामकरणं दत्तम्? तत्रापि तिबादयः आयाति, सार्वधातुकलकारे अपि तिबादयः आयाति, सो तत्र भेदः कः इति एव अस्माकं विषयः, अद्य अस्माकं विषयः तदेव अस्ति, पठामः तत् आधारीकृत्य तत्र पश्यामः किमर्थम् एतादृशः नामकरणम्। चेतना भगिनी पठति वा? भगिनी द्वितीयबिन्दुतः पठतु। सर्वधातुकधातुः नाम कः? आर्धधातुकधातुः नाम कः? धातूनाम् एतादृशनामकरणं किमपि नास्ति एव। धातोः विभजनं सार्वधातुकत्वेन आर्धधातुकत्वेन च न क्रियते। इत्युक्ते एतत् नामकरणं नास्ति, इत्युक्ते धातुविषये एतादृशनामकरणं नास्ति, धातूनां विभजनं सार्वधातुक् अपि च अत्र किमर्थम् एतत् बिन्दुः अत्र दत्तम्? अत्र यः नामकरणम् अस्ति तिंशित् सार्वधातुकम् आर्धधातुकं शेषः, सार्वधातुकम् इति यः नामकरणं विशिष्टनामकरणम् अस्ति, टेक्निकल् वर्ड् अस्ति, तत्र धातु इति लिखितं न भगिनि? सो अस्माकं ये सामान्यछात्राः तत्र सन्ति ते किं तत्र तेषां प्रथम यः विचारः अस्ति, ते चिन्तयन्ति सार्वधातुक् इति धातुनामकरणम्, आर्धधातुक् इति धातुनामकरणम्, तदेव अत्र लिखितं धातूनाम् एतादृशनामकरणं नास्ति, धातूनां विभजनं तत्र एतत् रीत्या न कृतं, सार्वधातुकधातु वा अर्धधातुकधातु वा न, तत् विचारः एव तत्र सम्यक् नास्ति, तदेव लिखितम्। अग्रे पठतु। सार्वधातुकप्रत्ययः नाम कः? आर्धधातुकप्रत्ययः नाम कः? यः प्रत्ययः धातुभ्यः विधीयते अपि च तिङ् अथवा षित् अस्ति स च सार्वधातुकप्रत्ययः। तिङ् षित् सार्वधातुकम् इति सूत्रम्। यः प्रत्ययः धातुभ्यः विधीयते अपि च न तिङ् न वा षित् अस्ति स च आर्धधातुकप्रत्ययः आर्धधातुकं शेषः इति सूत्रम् तथैव तिङ् याषित् अस्ति चेत् ते प्रत्ययाः सार्वधातुकम् इति संज्ञा प्राप्नोति अन्य सर्वे आर्धधातुकम् इति आर्धधातुकं शेषः इति सूत्रेण तिङ्न षित् न चेत् आर्धधातुकम् इति संज्ञा प्राप्नोति अपि च अत्र किं लिखितं प्रथमे यः प्रत्ययः धातुभ्यः विधीयते तद् बहु आवश्यकम् अस्ति किमर्थं सुप्रत्ययाः अपि सन्ति कदित् प्रत्ययाः अपि सन्ति स्त्रीप्रत्ययाः अपि सन्ति प्रातिपदिकात् ये ये प्रत्ययाः विधीयन्ते ते बहूनि प्रत्ययाः तत्र सन्ति व्याकरणे तेषां तत्र सार्वधातुक् आर्धधातुक् इति तत्र विचारः न करणीयं सार्वधातुक् इति अपि च आर्धधातुक् इति नामकरणं केवलं तेषां प्रत्ययविषये एव ये धातुभ्यः विधीयते सो अत्र के के प्रत्ययः धातोः विधीयते गणविकरणप्रत्ययः अपि च लकार ते तु न्यूनानि सन्ति अपि च धातोः तिवापि विधीयन्ते अष्टादश तिवादयः अपि च तत्र कति कृत् प्रत्ययाः सन्ति 124 आर् संथिङ्ग् लैक् देट् कृत् प्रत्ययः अपि धातोः विधीयते सर्वे कृत् प्रत्ययाः अराउण्ड् 124 आर् मे बि मोर् देन् देट् 140 आर् संथिङ्ग् लैक् देट् ते अपि धातोभ्यः विधीयते अतः तत्रापि एतादृशः विचारः करणीयं कृत् प्रत्ययः सार्वधातुक् वा आर्धधातुक् तत्रापि द्रष्टव्यं सो ये प्रत्ययाः धातुभ्यः विधीयते तेषामेव नामकरणं सार्वधातुक् नो चेत् आर्धधातुकम् इति तत्र अस्ति सो केवलं धातु इति तदेव अस् किमर्थं चेत् अस्मिन् सूत्रे एतत् संज्ञासूत्रं संज्ञासूत्राणि कुत्र सन्ति भगिनि मुख्यतया संज्ञासूत्राणि कुत्र दत्तं व्याकरणशास्त्रे प्रथमाध्याये परन्तु एतत् सूत्रद्वयं प्रथमाध्याये न दत्तं तृतीयाध्याये दत्तं किमर्थं तत्र प्रयोजनम् अस्ति किमर्थं चेत् अत्र धातोः इति अधिकारः अस्मिन् तृतीयाध्याये धातोः इति अधिकारः धातोः इति पञ्चमी अन्तम् अस्ति सो धातोः पञ्चमी अन्तम् अस्ति चेत् धातोः ये प्रत्ययाः तिङ् नो चेत् षित् तेषां नामकरणं सार्वधातु अत्रापि एतत् संज्ञासूत्रं तृतीयाध्याये दत्तम् अतः अत्रापि धातोः इति अधिकारः अस्ति सो अत्रापि धातोः ये अत्र शेषः लिखितम् अतः अस्माभिः अवश्य तत्र वक्तव्यं यदा वयम् आर्धधातुकं शेषः इति सूत्रस्य व्याख्या कुर्मः तत्र शेषः इति पदेन किं तत्र प्रयोजनं किम् अस्ति प्रत्येकस्य पदस्य किञ्चित् विशिष्टप्रयोजनम् अस्ति सूत्रे अतः शेषः इत्यनेन अस्माभिः किं वक्तव्यं यः यत् पूर्वे उक्तं तेषां विहाय अतः अत्र किं लिखितं यः प्रत्ययः धातुभ्यः विधीयते अपि च न तिङ् न षित् न वा षित् सो तिङ् विहाय षित् विहाय अन्य सर्वे शेषप्रत्ययाः ये धातोः विधीयन्ते ये धातुभ्यः विधीयते तेषामेव सार्धधातुक् इति नामकरणम् एतादृशः शैली वयं पूर्वे अपि दृष्टं कुत्रचित् कुत्र दृष्टं भगिनि कुत्र कुत्र वदतु अस्मिन् वर्गे न पठितम् अहं चिन्तयामि अत्र भिन्नवर्गे पठितं शेषात् कर्तरी अत्र न लिखितं न अत्र न लिखितम् अत्र न पठितम् इदम् सो एतादृशः शैली अन्येषु सूत्रेषु अपि दृश्यते. तत्र पश्यामः, तत्रापि कुत्रचित् महर्षिः वदति शेषात्, कुत्रचित् शेषः वदति. सो यत्र यत्र शेषः इति पदं नो चेत् शेषात् इति अस्ति, तत्र अस्माभिः चिन्तनीयं यत् पूर्वे उक्तं तेषां विहाय ये अन्य सर्वे शेष प्रत्ययाः इति, तत्र शेषः इत्यनेन. सो अनेन किं भवति, लघु भवति सूत्रं, लघु भवति. लाघवार्थम् एव एतादृशः शैली महर्षिणा तत्र योजितं, शेषः शेषात् इति. तत्र किमर्थं चेत् तस्य मुख्य प्रयोजनमस्ति ग्रन्थं लघु भवेत्, व्याकरणशास्त्रं लघु भवेत्, सूत्रं लघु भवेत्. एण्ड् द ये सूत्राणां ये लक्षणानि सन्ति, अल्पाक्षरम् इति सूत्रस्य लक्षणमस्ति. सूत्रे अल्प अक्षराणि सन्ति चेदेव तद् मुख्य तत्र लक्षणमस्ति, गुणः अस्ति सूत्रस्य. सो अल्पाक्षरं सूत्रस्य लक्षणं. वदतु भगिनि. अर्धधातुकशेषकं शेषः इत्युक्ते धातोः अधिकारः तृतीय अध्याय सः पञ्चम अध्यायपर्यन्तम् अस्ति. सो अर्धधातुकं शेषः अपि पञ्चम अध्यायपर्यन्तम् एव अस्ति वा? धातोः अधिकारः केवलं तृतीय अध्याये, सम्पूर्ण तृतीय अध्याये धातोः अधिकारः, परन्तु परश्चयति अधिकारः तृतीय अध्याये अपि अस्ति, चतुर्थाध्याये अपि अस्ति, पञ्चमध्याये अपि अस्ति. सो दट् अर्धातुकं शेषः इस् ओन्लि फार् तृतीय अध्याय ओन्लि अवर्ट्. Yes, yes, yes. It is for only the those pratyaya, ye pratyaya tritiya adhyaya pashita santhi, esham vishtaye ev ardhadatuk apicha sarvadatuk namakarni. Kevalam tesham vishtaye. Maram chat artha ev dhatu adhikar. Chaturtha adhyaya dhatu adhikar nasi. Pancha adhyaya dhatu adhikar nasi. Adhikitam. Tritiya adhyaya siddhulit padasya adhikar. चतुर्थपादः तृतीय अध्याये अन्तपर्यन्तं. सो धन्यवादः. ये प्रत्ययाः धातुभ्यः विधीयते तेषामेव नामकरणं सार्वधातुक् नो चेत् आर्धधातुक्. मे बि फार् देट् आल्सो दिस् विशिष्टनामकरणं, बिकास् एते प्रत्ययाः धातोः विधीयते. ऐ डोण्ट् नो, बट् ऐ एम् जस्ट् गेस्सिङ्ग्. मे बि पूर्वे एतस्य प्रयोगः तत्र आसीत्, अतः महर्षिणा सार्वधातुक् इति अपि च आर्धधातुक् इति तस्य यूस् कृतं, प्रयोगं कृतम्. अस्तु, सर्वैः अवगतं वा? चतुर्थबिन्दुः अपि पठतु भगिनि. सार्वधातुकलकारः इत्युक्ते किम्? यस्मिन् लकारे धातोः अनन्तरं कर्तर्थकः सार्वधातुकप्रत्ययः साक्षात् दृश्यते, तस्मिन् लकारे कर्तरी शप् इत्यनेन शप् विधीयते, अपि च तदर्थमेव स च सार्वधातुकलकारः. तदर्थं किम् इति चेत् शपः विधानम् एव सार्वधातुकलकारः इति नामकरणस्य निमित्तम्. कर्तरि शप् तत्तावत् वदतु भगिनि, किं लिखितम्? यस्मिन् लकारे धातोः अनन्तरं यस्मिन् लकारे धातोः अनन्तरं कर्तर्थकसार्वधातुकप्रत्यय आयाति, तत्र एव कर्तरी शप् आयाति. सर्वत्र आयाति, तिवादयः सर्वत्र आयाति, परन्तु साक्षात् न दृश्यते, साक्षात् परे न दृश्यते. लस्य इत्यनेन तिवादयः सर्वत्र आयाति, सर्वेषु लकारेषु, परन्तु न दृश्यते. न दृश्यते इत्युक्ते कुत्रचित् मध्ये तत्र बाधा भवति. यद्यपि तत्र आयाति, सार्वधातुप्रत्ययः प्रत्ययाः आयान्ति परन्तु न दृश्यते, साक्षात् न दृश्यते, धातुः द्रष्टुं न शक्यते तिवादयः केषुचित् लकारेषु। तो यत्र दृश्यते तत्र तस्मिन् लकारे सार्वधात् ऐ मीन् कर्तरि शप् इत्यनेन शप् मध्ये आयाति, शप् विधानं तत्र भवति। प्रथमे धातुः तिवादयस्य तिवादयं पश्यति, तिवादयः पश्यति चेत् तस्मिन् सोपाने एव कर्तरि शप् सूत्रस्य प्रसक्तिः भवति। किमर्थं भवति इति सूत्रे पठामः। अग्रे तत्र कर्तरि शप् सूत्रस्य तत्र व्याख्या दत्तं। सो वदति यत्र यस्मिन् यस्मिन् लकारे, इदानीं न जानीमः कस्मिन् कस्मिन् लकारे अस्तु, परन्तु पूर्वे पीठिकारूपेण वयं जानीमः, मनसि तत्र स्पष्टता अस्ति, लट् लोट् लङ् विधिलिङ्ग् लकारेषु, एतेषु चतुर्षु लकारेषु तत्र धातोः साक्षात् तिबादयः पश्यति। तिबादयः तिङ् प्रत्ययः, अतः सार्वधातुप्रत्ययः साक्षात् पश्यति, धातोः पश्यति, अतः तस्मिन् लकारे कर्तरिषप्सूत्रस्य तेषु लकारेषु चतुर्षु लकारेषु कर्तरिषप्सूत्रस्य प्रसक्तिः भवति। अग्रे किं लिखितम्? अपि च तदर्थं किम् इति चेत्, शपः विधानमेव सार्वधातुकलकारः इति नामकरणस्य निमित्तम्। किम् किमर्थं माताजीना तत्र चत्वारि ये लकाराः सन्ति तेषां सार्वधातुक् इति नामकरणं कृतम्? तस्य कृते किं तस्य कृते निमित्तं किम् अस्ति? निमित्तम् इत्युक्ते तत्र किं हेतुः? अत्र निमित्तम् इत्युक्ते हेतु किम् अस्ति, कारणं किम् अस्ति, कारणं यथा लोके वयं वदामः केन कारणेन। सो केन कारणेन, किमर्थं चेत् सार्वधातु शप् इति कर्तरि शप् इति प्रत्ययः सूत्रम् इति विधिसूत्रम् अस्ति। कर्तरि शप् सूत्रं कदा कार्यं करोति किञ्चित् जानाति अस्य विषये वदतु। कदा भवति धातोः शप् विधानं कदा भवति? सार्वधातुकप्रत्ययः अस्ति चेत्, तिंशित् अस्ति चेत्। कुत्र? लस्य स्थाने सार्वधातुक प्रत्ययः अस्ति चेत्। सर्वदा लस्य स्थाने एव भवेत् तद् लिखितं वा? धातोः कर्तरि प्रयोगे शप् प्रत्ययः परश्च सार्वधातुके इत्यपि अनुवृत्तिः अस्ति। सो सार्वधातुके इति कीदृशपदम्? सप्तम्यन्तं सप्तम्यन्तं सूत्रे सप्तम्यन्तं विधिसूत्रे सप्तम्यन्तं पदम् अस्ति चेत् परनिमित्तम्। परनिमित्तम् इत्युक्ते निमित्तं तस्य परे आयाति, इत्युक्ते कार्यं पूर्वम् आयाति। यदा वयं तस्मिन् इति निर्दिष्टे पूर्वस्य इति वदामः चेत् एतत् किमस्ति? तस्मिन् इति निर्दिष्टे पूर्वस्य एतत् सूत्रं कीदृशसूत्रम्? परिभाषासूत्रम्। परिभाषासूत्रम् अस्मिन् सूत्रे महर्षिः किं वदति? तस्मिन् इति निर्दिष्टे पूर्वस्य, यत्र तस्मिन् इत्यनेन सप्तम्यन्तं पदं, सो यत्र कार्यस्य कृते सप्तम्यन्तं पदं हेतुः भवति, निमित्तं भवति, तत्र साक्षात् पूर्वे तत् कार्यमस्ति इति अत्र सूत्र। सो कर्तरि शप् इति यः शप् विधानं, धातोः यः शप् इति नूतन प्रत्ययः विधीयते, कदा विधीयते? सार्वधातुके प्रत्यये परे। सो धातुः यदा धातोः अनन्तरं यदा साक्षात् सार्वधातुकोऽपि सार्व यत्किमपि न केवलं लश् इत्यनेन तिबादयः सार्वधातुक् परन्तु सर्वेश्चित् प्रत्ययः अपि सार्वधातुक् न यदा वयं धातुयोग शत्रु कुर्मः तत्र तु लस् इत्यस्य अधिकारः नास्ति यद्यपि अस्ति तत्र लटः शत्रु शानचौ इति भवति परन्तु कोऽपि भिन्नप्रत्ययः अस्ति यः साक्षात् धातोः विधीयते कृत्सु कृत्सु तत्र नवश्चित् प्रत्ययाः सन्ति चान चानश् खष् इति तत्र षित् प्रत्ययः कृत्सु सो यदि ते साक्षात् धातोः विधीयते सो तत्र अपि धातुः साक्षात् षित् प्रत्ययः पश्यति अतः तत्र अपि कर्तरीशब्दसूत्रस्य प्रसक्तिः भवति किमर्थं चेत् सूत्रं तादृशम् अत्र निमित्तम् अस्ति यदा धातोः साक्षात् परे कोऽपि सार्वधातुप्रत्ययः अस्ति तदा एव तत्र किं शप् इति विधानम् अपि च सि इदानीं तत्र धातुयोग शप् योग ति अस्ति लट् लकारे अस्तु सो इदानीं कोऽपि वदति धातोः इदानीमपि शप् पश्यति एकवारम् अन्यतवारं शप् इति कुर्मः तथा न भवति एकवारम् एव तत्र कस्यचित् सूत्रस्य प्रसक्तिः भवति चेत् तत्र वारं वारं तदेव कुर्मः चेत् तत्र तु प्रक्रिया समाप्तं न भवति केन अपि कोऽपि छात्रः मम एतत् प्रश्नं पृच्छति अत्रापि धातुः शप् इति सार्वधातुक् अस्ति पुनः शप् इति विधानं कुर्मः चेत् तत्र किम् अत्रापि कर्तरि शप् परन्तु यदि एकं विधिसूत्रस्य कस्मिंश्चित् प्रक्रियायाम् एकवारम् एव प्रयोजनं करणीयं वारं वारं कुर्मः चेत् तु दण्डप्रक्रिया विल् नाट् एण्ड् सो एकवारं शप् विधानं जातं तदनन्तरं तत्र कार्यं करणीयं सो यत्र यत्र धातुः परे साक्षात् कोऽपि सार्वधातुप्रत्ययः अस्ति तत्र तत्र कर्तरि शप् सूत्रम् आगत्य वदति अत्र मम क्षेत्रं कार्यक्षेत्रम् अस्ति सो यदा तत्र कोऽपि लिखयोग लट् कुर्मः लट् इदानीं तिबादयः कुर्मः इदानीं तत्र लिखयोग टिप् अस्ति तस्मिन् सोपाने तस्मिन् काले तत्र कर्तरि शप् सूत्रम् अपि आयाति अपि च तत्र तुदादिभ्यः श्यः प्रत्ययः अपि आयाति द्वयोः तत्र किं सङ्घर्षः भवति केन सूत्रेण कार्यम् तस्मिन् एकस्मिन् काले एकस्मिन् समये सूत्रद्वयस्य प्रसक्तिः तत्र भवति यदा तत्र लिखयोग तिप् अस्ति धातोः साक्षात् तिबादयः पश्यति तिबादयः सार्वधातुकसंज्ञकः अतः न केवलं तत्र तुदादिभ्यः श्यः किमर्थं चेत् लिख् तुदादि गणस्य धातुः सो न केवलं तुदादिभ्यः श्यः सूत्रस्य प्रसक्तिः तत्र कर्तरि शब्दसूत्रम् अपि आयाति परन्तु कर्तरि तुदादिभ्यः श्यः सूत्रं तस्य कार्यक्षेत्रम् अत्रैव अस्ति कर्तरि शब्दसूत्रं तु औत्सर्गिकसूत्रम् एतस्य कार्यक्षेत्रं बृहद् अस्ति परन्तु तुदादिभ्यः श्यः सूत्रस्य कार्यक्षेत्रं लघु अस्ति केवलं ये धातोः तुदादिगणे सन्ति तत्र एव तुदादिभ्यः श्यः आगन्तुं शक्यते परन्तु कर्तरि शप् इति सूत्रं तु सर्वत्र आगन्तुं शक्यते यत्र धातोः सार्वधातुकसंज्ञः प्रत्ययः पश्यति अतः वयं किं वदामः अत्र कर्तरि शप् बाधित्वा बाधकसूत्रम् अस्ति तुदादिभ्यः श्यः इति सूत्रेण तत्र कार्यं भवति शप् बाधित्वा तत्र श प्रत्ययः आयाति किमर्थं चेत् अन्यथा तुदादिभ्यः श्यः इति सूत्रं निरवकाशः भवति व्याकरणस्य कोऽपि सूत्रं शास्त्रस्य कोऽपि सूत्रं निरवकाशः मा भवेत् अतः वयं किं वदामः तुदादिभ्यः श्यः इति सूत्रं कर्तरि शप् सूत्रस्य अपवादसूत्रं किम् तत्रापि सार्वधातुके इति निमित्तं समानम् धातोः अपि समानम् इत्युक्ते धातोः इति यः पदमस्ति धातोः एव शप् विधीयते धातोः एव श विधीयते हेतु अपि समानं सार्वधातुक् प्रत्यये परे अतः तत्र बाध्यबाधकभावः तत्र अपवादसूत्रं भवति सो अपवादबलेन एव तत्र कार्यं भवति सो यत्र यत्र धातोः साक्षात् सार्वधातुक् प्रत्ययः पश्यति तत्र सर्वत्र कर्तरि शप् सूत्रस्य प्रसक्तिः अस्ति. अतः कर्तरि शप् सूत्रं कदा कार्यं करोति? केवलं सार्वधातुके. तत्र किमपि न लिखितं कीदृशसार्वधातुकं, तत्र केवलं लिखितं सार्वधातुकप्रत्यये परे एव शप् आगन्तुं शक्यते. अतः तदर्थम् इत्युक्ते किं? तदर्थम् एव तत् सार्वधातुके परे शप् कार्यं भवति, कार्यस्य कृते सार्वधातुकप्रत्ययः निमित्तम् अस्ति. अतः माताजी वदति तेषां लकाराणां सार्वधातुकलकाराः इति नामकरणं सा दत्तम्. अवगतं वा भगिनि? इत्युक्ते किमपि उक्तं सार्वधातुकलकारेषु सार्वधातुकनिमित्तीकृत्य कार्याणि भवन्ति, अतः तादृशनामकरणम्. आर्धधातुकलकारेषु आर्धधातुकप्रत्ययनिमित्तीकृत्य कार्याणि भवन्ति, यथा अर्धधातुक सेड् वलादेः. सो इडागमः केवलम् आर्धधातुकप्रत्ययेषु एव इडागमः भवति, तथैव शापविधानं केवलं सार्वधातुकप्रत्यये परे एव भवति, अतः तादृशनामकरणं. वदतु, कः प्रश्नः? अधिप्रतिभ्यः शप् कर्तरि शप् समान एव वा? किं भगिनि? आदिप्रभृतिभ्यः शप् लुक् तद् भिन्न सूत्रं, तत् अस्मिन् प्रकरणे न दत्तम्. इत्युक्ते कर्तरि शप् सूत्र 3166 आरभ्य तत्र सार्वधातुके पूर्वसूत्रमस्ति, सार्वधातुके यक् 67 सूत्रं. तस्य अनन्तरं तत्र दिवादिभ्यः शन्, तुदादिभ्यः शः, तनादिकृन्भ्यः उः, एतानि सर्वाणि सूत्राणि तत्र क्रमेण दत्तानि. परन्तु आदिप्रभृतिभ्यः शप् यः शप् लुक् यः भवति सः सः लुक् प्रकरणे अस्ति, भिन्नप्रकरणे अस्ति. द्वितीय अध्याये अस्ति. सूत्रस्य कः अर्थः भगिनि तत्र? अदादिगणे आदिप्रभृतिभ्यः शप् लुक्, तत्र लुक् प्रकरणम् अस्ति, शप् प्रत्ययस्य लुक् भवति. कुत्र? केवलम् अदादिगणे. ज्योत्यादिगणे श्लु भवति, तत्र भिन्नसूत्रं भिन्नसूत्रमस्ति. सो अदादिगणे यः शप् आयाति, कर्तरि शप् इत्यनेन यः शप् आयाति, तस्य अनेन सूत्रेण आदिप्रभृतिभ्यः शप् लुक् इति सूत्रेण लुक् भवति, शप् आयाति. प्रथमे कर्तरि शप् इत्यनेन शप् आयाति, परन्तु अनन्तरं तत्र आदिप्रभृतिभ्यः शप् लुक् इति सूत्रेण शप् लुक् भवति. लुक् इति सम्पूर्णलोपः भवति, प्रत्ययस्य सम्पूर्णतया लोपः भवति. तद् भिन्नप्रकरणम्, एतद् भिन्नप्रकरणम्. वदतु भगिनि. अस्तु, चेतना भगिनी वदतु. प्रथमवाक्यं यस्मिन् लकारे धातोः अनन्तरं कर्तर्थकः सार्वधातुकप्रत्यय लिखितम्, एतत् कर्तर्थकः अस्माकं विवक्षानुसारं वा? अपि च इत्युक्ते यदि अस्माकं विवक्षा तत्र कर्मणि प्रयोगः अस्ति वा भावे प्रयोगः अस्ति, तत्र शप् न आयाति. किमर्थं चेत् पूर्वे एव सूत्रं दत्तं. सूत्रपाठः अस्ति वा भगिनि? अष्टाध्यायीसूत्रपाठ इति पुस्तकमस्ति, 3168 सूत्रं तत्र उद्घाटयतु. कर्तरि शप् अस्ति, हा 55 पेज् मध्ये अस्ति. आमाम्. अत्र दृश्यतु, यः 67 सूत्रमस्ति सार्वधातुके यक्, सार्वधातुके यक् तस्य पूर्वे किम् अस्ति? जिन् भावकर्मणोः इति सूत्रमस्ति तस्य साक्षात् पूर्वे, 66 सूत्र. सो चिन् भावकर्मणोः इति सूत्रं वदति. अत्र सार्वधातुके यक् इति यः सूत्रमस्ति, तस्मिन् सूत्रे पूर्वसूत्रात् भावकर्मणोः इति पदद्वयस्य अनुवृत्तिः अस्ति. सो सार्वधातुके सप्तमी अस्ति, अत्रापि सार्वधातुके प्रत्यये परे धातोः इति अधिकारः अस्ति, यक् इति प्रत्ययः परश्च, प्रत्ययः परश्च अपि अधिकारः अस्ति. सो धातोः भावकर्मणोः सार्वधातुके परे सार्वधातुके प्रत्यये, सार्वधातुके इति संज्ञा कस्य? प्रत्ययस्य. सो वयं किं तत्र योजयामः? धातोः भावकर्मणोः सार्वधातुके प्रत्यये परे यक् प्रत्ययः परश्च इति तत्र सम्पूर्णसूत्रं भवति. सो यदि मम विवक्षा भावे प्रयोगस्य नो चेत् कर्मणि प्रयोगस्य अस्ति, अपि च धातोः साक्षात् सार्वधातुप्रत्ययः पश्यति, तत्र कर्तरिषप् आगन्तुं न शक्यते. तत्र यक् प्रत्ययः योजनीयम्, तत्र यक् प्रत्ययः आयाति. अतः अत्र पूर्वे उक्तं सूत्र पूर्वे एव उक्तं, भावे यदि मम विवक्षा भावे प्रयोगस्य अस्ति नो चेत् कर्मणि प्रयोगस्य अस्ति, धातोः सार्वधातुप्रत्यये परे यक् विधीयते, न तु शप् विधीयते. अतः प्रयोगः कर्तरिप्रयोगे, कर्तरिप्रयोगे एव खण्ड I will change the mobile data. I will shift to mobile data. Just one second, because the winds are blowing over here. Actually, we have got heavy rains over here, so maybe because of that. Idanim samyak asti mohdi. Madhye madhye tad bhagnah jayate. Let me check if mobile data will work. One second. Namaskar. It happens only when there are two mics open. Somebody else's mic is also open, then there is an echo. इदानीं सम्यक् एव श्रूयते भगिनि, किञ्चित् जुगल् महोदयस्य मैक् अन्वट् आसीत् ततः. लेट् मि चेक् इफ् दिस् मोबैल् डाटा वर्क्स्. केन् यु हियर् मि? इस् द सौण्ड् आडिबल्? सम्यक् श्रूयते भगिनि. सम्यक् श्रूयते. अस्तु अस्तु. वट् वर् वि डिस्कसिङ्ग्? सो अत्र यद्यपि सूत्रे किमपि न लिखितं कर्तरिप्रयोगे, परन्तु इदानीं तत्र स्पष्टता भवति. पूर्वे एव उक्तं भावे अपि च कर्मणि प्रयोगे यदा धातुः सार्वधातुप्रत्ययः पश्यति तत्र यक् विधीयते. अतः इदानीम् अत्र व्याख्या ये तत्र व्याख्याकारः अस्ति तेन किं लिखितं? कर्तर्थके एव शप् विधीयते. किमर्थं चेत् पूर्वे एव स्पष्टता अस्ति, भावे प्रयोगे कर्मणि प्रयोगे तत्र सार्वधातुप्रत्ययपरे यक् योजनीयं, न तु शप् योजनीयम्. अतः अत्र किं लिखितं? यदि मम विवक्षा कर्तर्थक् प्रत्ययस्य अस्ति, तिवादयः तिवादयस्य प्रयोगः कर्तर्थके अपि भवति, कर्मणि अपि भवति, भावे अपि भवति. सो मम विवक्षानुगुणम् एव तत्र मम विवक्षा किम् अस्ति, कर्तरिप्रयोगे अस्ति वा, कर्मणि प्रयोगे अस्ति वा, भावे प्रयोगे अस्ति वा, इति सर्वं मम अनुगुणम् एव तत्र शप् नो चेत् यक् इति विधीयते. तत् सम्यक्, मम विवक्षानुसारेण एव तत्र कर्तर्थक् सार्वधातुक् प्रत्यये परे, इत्युक्ते तिबादयः त्रिषु प्रयोगेषु अहं योजयितुं शक्नुमः, परन्तु मम विवक्षानुसारेण एव, यदि विवक्षा अस्ति कर्मणि नो चेत् भावे, तत्र यक् योजनीयं, तत्र कर्तरि शप् किमर्थ ओ अत्र सूत्रे एव दत्तम्, सोरि क्षम्यता, अत्र सूत्रे एव दत्तं कर्तरि इति अस्ति, कर्तरि अपि सप्तमी अन्तम् अस्ति, सो कर्तरि कर्तर्थक् सार्वधातुक् केवलं सार्वधातुक् प्रत्ययः परे एव तदेव तत्र शप् विधानार्थं निमित्तं नास्ति, कर्तरि अपि अस्ति, सो कर्तरि प्रयोगे शप् विधीयते, भावे कर्मणि प्रयोगे यक् विधीयते सार्व, परन्तु निमित्तं समानं सार्वधातुक् प्रत्ययपरे. अवगतं वा भगिनि? अग्रे अपि लिखितं कर्तरि सूत्रस्य व्याख्या अग्रे अपि लिखितं, तत् पठामः एकवारं. कः पठति? गिरिजा भगिनी पठति वा? पठतु. कर्तरि शप् तृतीयाध्याये प्रथमपादे 68 षष्टितमं सूत्रम्. कर्तर्थे सार्वधातुकप्रत्ययः परे अस्ति चेत् धातुतः शप् प्रत्ययः भवति. अत्र कर्तर्थे कर्तरिप्रयोगः इति बोध्यं भावे कर्मणि च शप् प्रत्ययः न विधीयते. अनुवृत्तिसहितसूत्रं कर्तरि सार्वधातुके धातोः परश्च शप् प्रत्ययः. यदा अस्माकं विवक्षानु अनुगुणं कर्तरिप्रयोगे एव सार्वधातुकप्रत्ययपरे शप् प्रत्ययः विधीयते इति सूत्रं वदति कर्तरि शप्. यदा धातोः प्रत्ययः परश्च सार्वधातुकप्रत्यये धातोः परश्च शप् प्रत्ययः विधीयते कर्तरिप्रयोगे इति अर्थम्. इत्युक्ते शप् यः विधानम् अस्ति, शप् प्रत्ययस्य विधानं कस्मात् तत्र शप् कस्मात् विधीयते भगिनि? शप् प्रत्ययः सार्वधातुक धातो सार्वधातुके धातोः परः. मम प्रश्नः कः? कस्मात् विधीयते? कस्मात् इति पञ्चमी अस्ति, कस्मात् विधीयते शप्? अत्र लिखितं न धातुतः विधीयते, धातुतः शप् प्रत्ययः. सो शप् इति प्रत्ययः धातोः विधीयते, धातोः अनन्तरं विधीयते. कस्मात् विधीयते इत्युक्ते धातोः विधीयते. कदा विधीयते? सर्वदा विधीयते वा? सर्वदा नास्ति. कर्तरिप्रयोगे एव सार्वधातुकप्रत्ययः धातोः परः विधीयते. न न पुनः वदतु. कर्तरिप्रयोगे प्रयोगे धातोः परश्च सार्वधातुकः प्रत्ययः विधीयते शप् प्रत्ययः. शप् प्रत्ययः कदा विधीयते इत्युक्ते तस्य हेतुः किम् अस्ति, निमित्तं किम् अस्ति. सो एकं भवती उक्तवती कर्तरिप्रयोगे शप् विधीयते, धातोः कर्तरिप्रयोगे शप् विधीयते, अपि च तत्र निमित्त द्वितीयनिमित्तं किम् अस्ति, द्वितीयहेतुः किम् अस्ति, कदा विधीयते? पूर्वनिमित्तं पूर्वनिमित्तं पञ्चमी इत्युक्ते भगिनि अत्र निमित्तद्वयम् अस्मिन् सूत्रे निमित्तद्वयम्, एकम् अस्ति कर्तरि इत्युक्ते कर्तरिप्रयोगे एव प्रथमनिमित्तं, द्वितीयनिमित्तं किम् अत्र? सार्वधातुके सप्तमी अन्तं. सो यदा तत्र धातुयोगघञ् कुर्मः, धातुयोगघञ् कुर्मः, घञ् कर्तर्थक् कृत् प्रत्ययः कर्तरिप्रयोगे अस्ति गैप्रत्ययः धातोः विधीयते परन्तु गैप्रत्ययः आर्धधातुकं शेषः इत्यनेन आर्धधातुक् एकं निमित्तं पूरितं परन्तु द्वितीयनिमित्तं न पूरितम् अतः तत्र शप् न आगन्तुं शक्यते किमर्थं चेत् धातुः साक्षात् परे आर्धधातुक् प्रत्ययः अस्ति यद्यपि कर्तरिप्रयोगे अस्ति परन्तु आर्धधातुक् अस्ति अतः तत्र कर्तरी शप् सूत्रस्य एप्लिकेबिलिटि प्रसक्ति नास्ति तत्र कर्तरी शप् सूत्रम् आगत्य न आगन्तुं शक्यते तस्य कार्यक्षेत्रमेव नास्ति किमर्थं चेत् सूत्रे लिखितं साक्षात् लिखितं कर्तरीप्रयोगे अपि च सार्वधातुप्रत्यये परे एव धातोः शप् प्रत्ययः विधीयते इति सूत्रस्य अर्थः सो अत्र निमित्तद्वयं धातोः साक्षात् अनन्तरं सार्वधातुप्रत्ययः भवेत् अपि च सः प्रत्ययः कर्तरिप्रयोगे भवेत् तदा एव पूर्वे तत्र शप् आगन्तुं शक्यते धातोः तिबादयस्य मध्ये शप् आगन्तुं शक्यते अत्र परश्च इत्यनेन धातोः साक्षात् परे परन्तु अत्र भिन्नरीत्या अपि चिन्तनं कर्तुं शक्यते सार्वधातुके इति सप्तमी अस्ति तस्य साक्षात् पूर्वे कार्यं भवति सो यदि तिप्रत्ययः निमित्तम् अस्ति शप् प्रत्ययस्य कृते तिप्रत्ययस्य पूर्वे शप् इति मया तत्र स्थापनीयम् इत्यपि तस्य अर्थः भवति परन्तु परश्च इत्यनेन साक्षात् धातोः परे योजनीयम् नो चेत् पूर्वे योजनीयं तत्रापि वक्तुं शक्यते इति सूत्रस्य सम्पूर्णसूत्रस्य अर्थः अतः कर्तरि शप् सार्वधातुके इति सूत्रस्य तत्र निमित्तद्वयं कर्तरिप्रयोगे अपि च सार्वधातुके प्रत्यये परे साक्षात् परे अस्ति चेदेव तत्र मध्ये शप् आगन्तुं शक्यते कुत्रचित् मध्ये व्यवधानम् अस्ति तत्र शप् आगन्तुं न शक्यते व्यवधानम् इत्युक्ते यदि धातोः परे अर्धधातुप्रत्ययः अस्ति तदा न आयाति उदाहरणमपि पठतु भूयोग लट् भूयोग ल हलन्त्यम् इत्यनेन कारणेन तस्य लोपः टा अपगच्छति ट भूयोग ल तदनन्तरं ल लस्य लकारस्य सार्वधातुकपरे तिप् योजितं चेत् तिप् भूयोग तिप् तिप् कर्तर्थकः सार्वधातुकप्रत्ययः च अतः कर्तरी शप् इत्यनेन शप् भूयोग शप् योग तिप् इत्युक्ते शप् प्रत्ययस्य कृते लकारः निमित्तं नास्ति किं निमित्तम् अस्ति शप् प्रत्ययस्य कृते कर्तरिप्रयोगः इदानीं वदतु शप् प्रत्ययस्य कृते तिबादयः निमित्तम् अस्ति न तु लकारः निमित्तम् अस्ति किमर्थं चेत् लकारः स्वयम् आर्धधातुसंज्ञकः परन्तु लकारस्य स्थाने तत्र तिबादयस्य विधानं लस्य इत्यनेन तिबादयः सो विवक्षानुगुणम् एकवचने तिप् मम विवक्षानुसारेण एकवचने तिप् तिप् तिङ्क्षित् सार्वधातुकम् इत्यनेन सार्वधातुकसंज्ञकः कर्तर्थके अपि अस्ति यदा अहं वदामि गच्छति सो गच्छति इत्यनेन तत्र गच्छति इति पदं कं बोधयति कर्तारमेव बोधयति कः गच्छति इति तत्र प्रश्नः भवति कः गच्छति सो रामः गच्छति कर्ता सो कर्तर्थके अस्ति तिवादयः कर्तर्थके अस्ति अतः अपि च तिप्रत्ययः सार्वधातुकसंज्ञकः निमित्तद्वयं पूरितम् अतः एव कर्तरि शप् अत्र आगन्तुं शक्यते यदि एकमेव निमित्तं पूरितं नास्ति चेत् तत्र कर्तरि शप् आगन्तुं न शक्यते शप् प्रत्ययस्य विधानार्थं निमित्तद्वयम् आवश्यकं कर्तरिप्रयोगे अपि च सार्वधातुकप्रत्यये परे अतः एव शप् मध्ये आयाति सो भू इति प्रथमगणस्य धातु भूवादिगणस्य धातु तस्य कृते कोऽपि अपवादसूत्रं नास्ति यथा तत्र दिवादिभ्यः शन् तत्र शप् सूत्रस्य कृते अपवादसूत्रम् अस्ति परन्तु भुवादिगणस्य धातूनां कृते तत्र कोऽपि अपवाद सूत्रं नास्ति, अतः शप् एव तिष्ठति तत्र प्रथमगणे. सो लट् लोट् लङ् विधिलिङ्ग् एतेषु चतुर्षु लकारेषु यदि धातुः प्रथमगणस्य अस्ति, भुवादिगणस्य अस्ति, तत्र सर्वदा एतेषु चतुर्षु लकारेषु शप् आयाति, तिष्ठति. अतः एतेषु चतुर्षु लकारेषु सार्वधातुप्रत्ययनिमित्तीकृत्य कार्यं भवति, अतः तेषां नाम सार्वधातुक् लकाराः इति मात्रा कृतम्. अवगतं वा भगिनि? आं भगिनि. अस्तु, अग्रे कः पठति? मञ्जरी भगिनी पठति वा भगिनि? पठतु. अस्मिन् क्रमे तिप् इति सार्वधातुकप्रत्ययः साक्षात् दृश्यते धातोः पुरतः, अतः कर्तरि शप् इत्यस्य अवसरः अस्ति. चतुर्षु लकारेषु एतादृशी स्थितिः अस्ति. लटि लोटि लङि विधिलिङ्गि च एतादृशी स्थितिः नामका धातुना सार्वधातुकप्रत्ययः साक्षात् दृश्यते, यथा भूयोग टिप् भू टिप् इत्यनयोः. सम्यक् न श्रूयते महोदय. श्रूयते भगिनि? अधुना श्रूयते भगिनि. श्रूयते भगिनि, वदतु किञ्चित्. भू तिप् इत्यनयोः मध्ये किमपि व्यवधानं नास्ति, अतः तिप् साक्षात् दृश्यते. तदेव लिखितम्. लट् लोट् लङ् विधिलिङ्ग् लकाराः सार्वधातुक, तत्र धातुना सार्वधातुक इदानीं न सार्वधातुक दृश्यते. लट् लोट् लङ् विधिलिङ्ग् लकारेषु किं भवति? एतेषु चतुर्षु लकारेषु किं भवति? सार्वधातुकप्रत्ययः साक्षात् दृश्यते तत्र. तेन किं भवति? यदा धातुः सार्वधातुकर्तर्थकप्रत्ययः साक्षात् पश्यति तदा किं भवति? तेन कर्तरि शप् इति सूत्रस्य अवसरः अस्ति. आम्. सो यत्र यत्र यस्मिन् यस्मिन् लकारे कर्तरि शप् सार्वधातुके इति सूत्रस्य अवसरः आयाति, प्राप्ति भवति वा न भवति तत् भिन्नविषयः भगिनि, परन्तु एप्लिकेबिलिटि अस्ति. परन्तु तत्र एव तेषां लकाराणाम् एव सार्वधातुक लकाराः इति नामकरणं दत्तम्. सो सार्वधातुक लकारा नामकरणं तस्य कृते निमित्तं किम्? कर्तरि शप् सार्वधातुके इति सूत्रं निमित्तं भवति. अनेन किं सार्वधातुक प्रत्ययः एव निमित्तम् अस्ति. तदेव पूर्वे उक्तं, नामकरणस्य निमित्तं सार्वधातुक लकारः इति नामकरणस्य निमित्तं सार्वधातुक प्रत्ययः एव अस्ति, अतः तादृशनामकरणं मात्रा कृतम्. सो एतेषु चतुर्षु लकारेषु मध्ये किमपि व्यवधानं नास्ति. यत्किमपि धातुः सः साक्षात् इबादयः पश्यति, अपि च एतेषु चतुर्षु लकारेषु तिबादयः तिंशत् सार्वधातुकम् इति संज्ञासूत्रेण सार्वधातुकसंज्ञकः कर्तरिप्रयोगे अपि अस्ति, अतः शप् इति मध्ये आयाति. अपि च यदि मम विवक्षा भावे प्रयोगस्य अस्ति, कर्मणि प्रयोगस्य अस्ति, तत्र भावकर्मणोः इति सूत्रेण तत्र तस्मैपदिप्रत्ययः न योजयितुं शक्नुमः धातोः अनन्तरं. तत्र आत्मनेपदिप्रत्ययः एव योजनीयं. परन्तु आत्मनेपदिप्रत्ययः अष्टादश तिङ्प्रत्ययः सार्वधातुकसंज्ञकः, न केवलं तिप्तस्जि सिप्तस्थ मिप्वस्मस् इति सार्वधातुकसंज्ञकः, परन्तु त आतां झ था साथां द्वम् इड्वहि महिङ् अपि सार्वधातुकसंज्ञकः. अत्र लिखितं तिङ् सार्वधातुकं. सो ति आरभ्य महिङ् पर्यन्तं सार्वधातुक, अतः तत्र कस्य सूत्रस्य प्रसक्तिः भवति? तत्र सार्वधातुके यक् इति सूत्रस्य प्रसक्तिः भवति. किमर्थं चेत् मम विवक्षा भावे प्रयोगस्य अस्ति, नो चेत् कर्मणि प्रयोगस्य अस्ति। अतः तत्र भूयोग यक् योग त भवति एकवचनस्य विवक्षायां, तदा तादृश तत्र कार्यम्, अनन्तरं तादृशकार्यम् ते आर्धतात्विकप्रत्ययः खलु? के प्रत्ययः? जि जि न न किमर्थम् आर्धधातुप्रत्ययः? तिङ्क्षु वा? न महोदय, तिप्तस् जि अस्ति खलु, तत्र जि लिखितं तिप् सार्वधातुकम्, अत्र तिङ् लिखितम्। तिङ् इत्युक्ते प्रत्याहारः, टि आरभ्य महिङ् पर्यन्तम् अष्टादश तिङ् प्रत्ययाः, सर्वे प्रत्ययाः सार्वधातुकसंज्ञकाः, तत्र न द्रष्टव्यं। तत्र तु सि तत्र कोऽपि शित् प्रत्ययः एव नास्ति, अस्ति वा तत्र? तिप् तस् जि स्थ मिप् वस् मस् त आतां ज था सथां द्वं, तत्र कोऽपि शित् नास्ति। अतः अत्र लिखितं तिङ्, तिङ् सार्वधातुकं, शित् अपि सार्वधातुकम्, सर्वे अष्टादश तिङ् प्रत्ययाः मूले सार्वधातुकसंज्ञकाः, तत्र न द्रष्टव्यं तत्र शित् वा अशित् वा इति न द्रष्टव्यम्। अत्र तिङ् लिखितं, तिङ् इति प्रत्याहारः, प्रत्याहारे अष्टादश प्रत्ययाः। अग्रे अपि पठतु भगिनि देयं यत्। ध्येयं यत् एषु सर्वेषु चतुर्षु सार्वधातुकलकारेषु धातुगणम् अनुसृत्य शपं प्रभाद्य अन्ये धातुगणनिमित्तकविकरणप्रत्ययाः विधीयन्ते, यथा शन् श्नु इत्यादयः। प्रथमं शप् आयाति, तदा भादि अदादि जुहोत्यादि चुरादि इत्येतान् गणान् विहाय अपरेषु षट्सु गणेषु शपं प्रभाद्य तत्तत् गणस्य विकरणप्रत्ययः आयाति। एतदर्थ सार्वधातुकलकारेषु कस्यापि धातोः तिङन्तरूपस्य निर्माणात् प्राक् सः च धातुः कस्मिन् गणे अस्ति इति अवश्यं ज्ञातव्यम्। यथा वादिगणे पा योग लट् पायोग लट् पा अनन्तरं पायोग तिप् कर्तरी शप् इति इत्यतेन शप् पायोग शप् योग तिप् शिति परे पा धातोः पिब आदेशः पिब योग अयोगति पिबति वादिगणे। जुहोत्यादिगणे दा योग लट् दा योग ल दा योग तिप् कर्तरी शप् इत्यतेन शप् शप् जुहोत्यादिभ्यः श्लुः इत्यतेन विहितस्य शप् प्रत्ययस्य श्लु लोपः भवति। श्लौ इत्यतेन श्लौ परे धातोः द्वित्वं ददाति। स्वादिगणे आप् योग लट् आप् योग ल अनन्तरम् आप् योग तिप् कर्तरी शप् इत्यतेन शप् स्वादिभ्यः श्नुः इत्यतेन स्वादिगणे स्थितेभ्यः धातुभ्यः शप् प्रबाद्य श्नु प्रत्ययः भवति। कर्तर्त्रक सार्वधातुकप्रत्यये परे आप् योग श्नु योग तिप् इति आप्नोति इति भवति। अत्र इत्यनेन इति तत्र सन्धिविच्छेदः करोतु भगिनि। इति अनेन इत्यनेन अस्ति इति योग अनेन यन् सन्धि इत्यनेन अनेन पूर्वे किं लिखितम् अत्र? हा प्रथमं शप् आयाति सर्वेषु गणेषु प्रथमं शप् आयाति, परन्तु भादि अदादि ज्योत्यदि चुरादि इत्येतान् गणान् विहाय अपरेषु षट्सु गणेषु शपं प्रभाद्य तत् गणस्य विकरणप्रत्ययः आयाति. इत्युक्ते भुवादिगणे विशिष्टगणनिमित्तिक विकरणप्रत्ययः नास्ति, तथैव चुरादिगणे गणविशिष्टविकरणप्रत्ययः नास्ति. अदादिगणे किं भवति? अदादिगणे यः शप् कर्तरि शप् इत्यनेन यः शप् मध्ये आयाति तस्य किं भवति? तत्र अपवादसूत्रस्य न न तत्र अपवादसूत्रं नास्ति, शप् आयाति तत्र लुक् भवति, आदि सूत्रमस्ति आदिप्रभृतिभ्यः शप् लुक् इति सूत्रम्. आदि इत्युक्ते अदादिगणे. सो तत्र शप् आयाति, प्रथमे शप् आयाति केन सूत्रेण? कर्तरि शप् इत्यनेन शप् आयाति, परन्तु द्वितीयसूत्रेण तस्य शप् प्रत्ययस्य लुक् भवति. तथैव ज्योत्यादिगणे, ज्योत्यादिगणे कर्तरि शप् इत्यनेन शप् मध्ये आयाति. अनन्तरं किं भवति? अत्र लिखितं ज्योत्यादिभ्यः, ज्योत्यादिभ्यः श्लु, अत्र शप् शप् श्लु इति शप् इति अत्र अनुवृत्तिरूपेण आयाति. सो शप् प्रत्ययस्य श्लु इति लोपः, श्लु अपि लोपसंज्ञा, लुक् अपि लोपसंज्ञा. अपि च तत्र श्लु लोपसंज्ञा अस्ति, लुक् लोपसंज्ञा अस्ति, अपि च एकम् अन्यत् अस्ति, किमस्ति तत्? एकं सूत्रमस्ति तत्र श्लौ इति भिन्नसूत्रम्, श्लौ इति विधिसूत्रं, श्लौ इति सप्तमी अस्ति. श्लौ इति इत्युक्ते श्लौ परे यदा प्रत्ययस्य श्लु इत्यनेन लोपः भवति तत्र धातोः द्वित्वं भवति. द्वित्वप्रकरणं पठितं वा अस्मिन् गणे? न पठितम्, अत्र न पठितं. सो यः अग्रिमकरपत्रम् अस्ति तत्र द्वित्वप्रकरणम् अस्ति, कथं तत्र श्लु इति अस्य व्याख्या अस्ति. सो श्लु इति विधिसूत्रं, द्वित्वप्रकरणे एकं सूत्रम् अस्ति श्लौ. सो श्लौ इति सूत्रेण तत्र धातोः यदा श्लु इत्यनेन लोपः भवति तदा धातु द्वित्वं भवति. सो दधा धातुः द्विवारं तत्र उच्चारणं श्रूयते, दधा इति श्रूयते. सो ज्योत्यादिगणे एव द्वित्वं भवति. सो दधात् किमर्थं चेत् तत्र एव शप् श्लु भवति. सो यत्र यत्र प्रत्ययस्य श्लु इत्यनेन लोपकार्यं भवति, श्लु कारणेन लोपः भवति, तत्र श्लौ इत्यस्य प्रसक्तिः अस्ति, तत्र धातुः द्वित्वं भवति. परन्तु अस्माकं विषयः कः? अस्माकं विषयः अस्ति सार्वधातुकप्रक्रियायां, सार्वधातुकलकारेषु धातु कस्मिन् गणे अस्ति इति प्रथमे एव ज्ञातव्यं. कस्य गणस्य धातुः, तत्र गणचिन्तनम् आवश्यकम्. इत्युक्ते लट् लोट् लङ् विधिलिङ्ग् लकारेषु गणचिन्तनम् आवश्यकं. किमर्थं चेत् तत्र शपं प्रभाद्य, शपं प्रभाद्य तस्य तस्य गणस्य विकरणप्रत्ययः धातोः विधीयते. यथा आपदातुः, आपदातु स्वादिगणे अस्ति, तत्रापि कर्तरि शप् इत्यनेन शप् आगन्तुं शक्यते, परन्तु स्वादिभ्यः श्नु इति सूत्रं वदति. स्वादिभ्यः श्नु इति सूत्रस्य कृते समाननिमित्तं कर्तरि सार्वधातुक् प्रत्यये परे स्वादिगणस्य धातुभ्यः श्नु विधीयते, न तु शप् विधीयते, अतः अपवादसूत्रं. सो अपवादसूत्रस्य प्रायशः निमित्तानि समानानि भवन्ति. यदि कोऽपि निमित्तम् अस्ति तत्र निमित्तं समानं. सो स्वादिभ्यः श्नु इति सूत्रस्य कृते अपि सार्वधातुकप्रत्ययपरे अपि च कर्तर्थक् सार्वधातुकप्रत्ययपरे श्नु विधीयते. यथा तत्र कर्तरि शप् सूत्रस्य कृते कर्तरि अपि च सार्वधातुकप्रत्ययपरे शप् विधीयते, तथैव अत्र निमित्तं समानं. दिवादिभ्यः शन्, स्वादिभ्यः श्नु, तुदादिभ्यः शः, तत्र निमित्तानि समानानि, अतः अपवादबलेन कार्यम्. सो यस्य यस्य गणस्य धातुः तस्य तस्य गणस्य विकरणप्रत्ययः मध्ये आयाति. परन्तु भुवादि, अदादि, ज्योत्यादि, चुरादि चतुर्षु गणेषु तत्र शप् आयाति, गणद्वये तत्र तिष्ठति, परन्तु अदादिगणे तस्य लुक् भवति, जुहोत्यादिगणे श्लू इत्यनेन लोपः भवति. चुरादिगणे चुरादिगणे अपि तिष्ठति, शप् तिष्ठति, प्रथमे निच् योजनीयम् अनन्तरं शप् आयाति. भुवादिगणे केवलं शप् योजनीयम् इति तत्र सार्वधातुकप्रक्रिया. सो सार्वधातुकलकारेषु कर्तरि शप् अपि च अन्यगणविकरणप्रत्या सूत्राणां तत्र विधानं भवति इत्येव लिखितम्. अतः एतेषु चतुर्षु लकारेषु अस्माभिः गणचिन्तनम् आवश्यकं करणीयम्. किमर्थं चेत् मध्ये तत्र गणविकरणप्रत्ययः योजनीयम् अस्माभिः. अपि च तत्र वदतु भगिनि, प्रबाध्य इत्युक्ते विहाय वा बाधित्वा? बाधित्वा, बाधित्वा शपं, स्टापिङ्ग् द शप् देन् श्नु प्रत्ययः. बाधित्वा, प्रबाध्य इत्युक्ते बाधित्वा, त्वान् अत्र ल्यबन्त रूप ल्यप् इति प्रत्ययः. सो बाधित्वा अथवा प्रबाधित्वा. अस्तु. अपि च अत्र भुवादिगणे केचन विशिष्टधातवः सन्ति येषां धातु आदेशः भवति, यथा पापिब् भवति. तत्र तत्र घं धातु यः अस्ति तत्र छकारः आयाति, अनन्तरं तत्र भिन्नसूत्रेण छेच इति सूत्रेण तकारः आयाति, तकारस्य तत्र चकारः भवति. सो गम् अन्ततो गत्वा गच्छ भवति. सो तत्र एतत् चिन्तनम् आयास्यति अग्रे यदा वयं भुवादिगणस्य विषये चिन्तनं कुर्मः विशिष्टधातूनां. तथैव पा इति धातुः पापाने पारक्षणे अपि अस्ति. धातुद्वयम्, एकमस्ति पापाने, एकमस्ति पारक्षणे. सो य परन्तु यः पापाने धातु अस्ति तस्य एव पिबादेशः पिब इति पिब इति आदेशः भवति. अकारः अपि अस्ति अत्र अन्ते. कदा भवति? शिति परे. अत्र शप्शित् अस्ति. सो यदा तत्र पायोग कोऽपि अर्धधातुकप्रत्ययः कुर्मः तत्र पा एव तिष्ठति, तत्र पिबादेशः न भवति. सो पिबादेशः कदा भवति? शपि परे, शिति परे एव भवति. शित् प्रत्ययः परे एव भवति, पापिब् भवति. यदि शित् प्रत्ययः परे, अशित् प्रत्ययः कोऽपि परे अस्ति चेत् पापा एव तिष्ठति. तादृशसूत्रमस्ति. अतः अत्र पिब इति भवति. अनन्तरम् अतो गुणे इत्यनेन एकम् एव अकारः तिष्ठति, पिबति इति रूपम्. अत्र अकः सवर्णे दीर्घः इति सूत्रं बाधित्वा प्रबाद्य अतो गुणे इति सूत्रेण कार्यम्. किमर्थं चेत् निमित्तं समानम्. अकः सवर्णे दीर्घः इति सूत्रस्य यानि निमित्तानि अत्रापि समाननिमित्तानि अतो गुणे इति सूत्रे. अतः अतो गुणे इति अपवादसूत्रं. कस्य अपवादसूत्रम्? अकः सवर्णे दीर्घः इति सूत्रस्य अपवाद. सो अत्र दीर्घसन्धि न भवति, पिबाति इति न रूपम् अस्ति. अत्र एकं भिन्नसूत्रं कार्यं करोति अतो गुणे. तस्य विषये अपि अग्रे लिखितम्, अग्रे पठामः. पूर्णिमा भगिनी पठति वा भगिनी अग्रे? आं भगिनि, पठामि. पठतु. जुहोत्यादिभ्यः तः न अत्र बकारे अत्र स्टार् लिखितमस्ति न, पिब् उपरि तत्र स्टार् दृश्यते, तस्य विषये अत्र लिखितम्. अत्र बकारे अकारः अस्ति. भगिनि भवादिगणः पा तथा अभवत्, जुहोत्यादि अत्र बकारे अकारः अस्ति, दण्डः नास्ति. बकारे अकारः अस्ति, दण्डः इत्युक्ते किं भगिनि? अधोभागे तत्र सः हलचिन् अस्ति न, तद् नास्ति. अधोगुणे इत्यनेन आपदन्ताम् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूप पररूपमेकः आदेशः. ध्वनि सम्यक् न श्रूयते. अत्र बकारे अकारः अस्ति, बकारे अकारः अस्ति, दण्डः नास्ति. अतो गुणे इत्यनेन अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपमेकादेशः भवादिगणस्य पाठे रक्षामः स्थूलरूपेण वदतु अतो गुणे इति सूत्रस्य कः अर्थः अतो गुणे इत्युक्ते तपरकरण अकारः अतः इत्युक्ते अकारस्य तपरकरणं खलु भगिनि सत्यं तत्र गुणः भवति इति इत्युक्ते अपदान्तात् अतः तस्य कः अर्थः मध्ये पदस्य मध्ये न पदान्ते किं अतः ह्रस्वकार भवति चेत् गुणे परे इत्युक्ते किं भगिनि गुणे इत्युक्ते अत्र कीदृशविभक्तिः अस्ति गुणे सप्तमी अस्ति सप्तमी अस्ति इत्युक्ते गुणे परे गुणवर्णे परे गुणः इत्युक्ते कस्य संख्या अकारात् परे इक् वर्णः अस्ति चेत् न इक् वर्णः गुणसंज्ञकसूत्रं किं गुणसंज्ञासूत्रं किम् आत् गुणः अत् एङ् गुणः अत् एङ् गुणः तदेव गुणः पूर्वपरयोः स्थाने एकः पररूप आदेशः भवति पररूप इत्युक्ते नन्तरस्य अक्षरस्य भवति अदे गुण अक्षरस्य आदेशः भवति गुणाक्षरस्य ह्रस्व अकारस्य स्थाने द्वयोः स्थाने एकमेव आदेशः भवति अवादिगणस्य दातुं द्रक्ष्यामः इत्युक्ते तस्मिन् गणे तस्मिन् पाठे एतस्य सम्पूर्णव्याख्या अस्ति तत्र पश्यामः परन्तु अत्र इह वाक्यं लिखितम् अपदान्त ह्रस्व अकारस्य परे किं भवेत् एतत् सूत्रं कदा कार्यं करोति अपदान्त ह्रस्व अकारस्य परे गुणवर्णः अस्ति इत्युक्ते अकारः एकारः ओकारः अत् एङ् गुणः इत्यनेन अकारः एकारः ओकारपरे एव कार्यं कोऽपि अन्य वर्णः परे अस्ति चेत् तत्र एतत् सूत्रं कार्यं न कर्तुं शक्यते सूत्रमस्ति अतो गुणे गुणे परे एव अपदान्त अकारस्य अपि च गुणवर्णस्य द्वयोः मिलित्वा तत्र किम् आदेशः भवति पररूपम् एकादेशः परे किम् अस्ति परे गुणवर्णः सो गुणवर्णः एव तत्र तिष्ठति द्वयोः मिलित्वा सो इत्युक्ते अपदान्ते यदि अयोग ए अस्ति तत्र ए एव तिष्ठति यदि तत्र ह्रस्व अकारः योग तत्र ओकारः अस्ति तत्र ओकारः एव तिष्ठति तथैव परन्तु अत्र तु अकारः अस्ति अतः मया किम् उक्तम् अत्र अकः सवर्णे दीर्घः इति सूत्रस्यापि प्रसक्तिः किमर्थं चेत् सवर्ण अच् परे अस्ति अकारस्य सवर्ण अच् परे अस्ति परन्तु तेन सूत्रेण अत्र कार्यं न तत् कार्यं तु संहितायां भवति तत् कार्यं संहितायां भवति एतत् कार्यमपि संहितायाम् इति अधिकारे अस्ति परन्तु अत्र विशिष्ट अत्र गुणे परे एव कार्यं सो तस्य अंशस्य इत्युक्ते यदा तत्र ह्रस्व आकारस्य परे गुणरूपी ह्रस्व आकारः अस्ति तस्य अंशस्य एव निषेधं करोति अकः सवर्णे दीर्घः एकमेव अंशस्य निषेधः किमर्थं चेत् अयोग ओ अस्ति चेत् तत्र तु अकः सवर्णदीर्घस्य प्रसक्तिः एव नास्ति तथैव अयोग ए अस्ति चेत् तत्रापि अकः सवर्णदीर्घस्य प्रसक्तिः नास्ति परन्तु यदा तत्र अयोग अ भवति तदा अकः सवर्णदीर्घस्य इति गुणसन्देहसूत्रस्य बाधकसूत्र वा अकः सवर्णदीर्घः इति सूत्रम् आमां तत् तथैव तिष्ठ तादृश चिन्तनं कर्तुं शक्यते किमर्थं चेत् गुणे वदति तत्र सवर्णः न तत्र वदति किमपि अचि परे कार्यं सूत्रं किमस्ति गुणसूत्रम् अतोगुणे सो अतोगुणे इति सूत्रे अचि इति निमित्तमस्ति किमपि अच् वर्णः सो अतो तत्र यः अत् अस्ति तत्र दीर्घाकारस्य अपि ग्रहणं तत्र तत्र तपरकरणं नास्ति, तत्र पञ्चमी अस्ति. सूत्रं किमस्ति? आत् गुणः. सूत्रम् आत् गुणः अस्ति. आत् गुणः इति सूत्रे यः आत् अस्ति तत्र पञ्चमी अस्ति, अतः तेन न केवलं ह्रस्वाकारः परन्तु दीर्घाकारः अपि तस्य ग्रहणमपि अस्ति. सो ह्रस्वाकारः नो चेत् दीर्घ आकारस्य परे कोऽपि अच् अस्ति चेत् सूत्रं वदति तत्र गुणकरणीयं. परन्तु इदानीं तत्र अनन्तरं तत्र अस्ति अकः सवर्णे दीर्घः, अकः सवर्णे अक् वर्णे परे अक् इति उन् रिलुक् इति तत्र अक् वर्णाः सन्ति. सो अकः सवर्ण सवर्ण अचि परे तत्र अचि तत्रापि अचि सप्तमी अस्ति, परन्तु तत्र अचि इति पदस्य कृते सवर्णः इति तत्र विशेषणम् अस्ति. सवर्ण अचि परे कार्यं. सो सवर्ण अच् परे अस्ति चेत् तत्र दीर्घादेशः भवति इति तत्र तस्य अपवादः अस्ति. तथैव गुणसूत्रस्य अपवादसूत्रं वृद्धिसूत्रमपि अस्ति. वृद्धिसूत्रम् अपवादसूत्रं भवति गुणसूत्रस्य कृते. किमर्थं चेत् तत्र यदि तत्र एच् वर्णः परे अस्ति तदा तत्र वृद्धिः करणीयं, न तु गुणकरणीयम् आत् इति अनन्तरं. सो तत्र आत् इति किमस्ति अनुवृत्तिरूपेण अस्ति, तत्रापि आत् परे एव कार्यं, परन्तु तत्र एचि इति लिखितं वृद्धिराधेच् इति सूत्रं. परन्तु अस्माकं अपदान्तात् अत्र पूर्वसूत्रात् अपदान्तात् इति सूत्रस्य इत्युक्ते पदस्य अन्ते कोऽपि अकारः अस्ति तत्र एतत् सूत्रस्य प्रसक्तिः नास्ति. अत्र अपदान्तात् इति पदस्य अनुवृत्तिः पूर्वसूत्रात्, अपि च अत्र पूर्वपर इत्यपि अधिकारः अस्ति, पूर्वपरयोः एकः इत्यपि अनुवृत्तिः अस्ति अस्मिन् सूत्रे. सो एतत् सूत्रस्य व्याख्या तत्र भुवादिगणस्य पाठे तत्र अग्रे आयास्यति इति तत्र लिखितं. परन्तु स्थूलरूपेण किम् अस्ति, अपदान्तरस्व अकारस्य परे कोऽपि गुणवर्णः अस्ति चेत् तत्र द्वयोः मिलित्वा पररूप एकादेशः एव भवति, इत्युक्ते गुणवर्णः एव तिष्ठति द्वयोः मिलित्वा. सो यः गुणवर्णः परे अस्ति तदेव तिष्ठति इति सूत्रस्य अर्थः. अत्र कुत्र अस्ति महोदय? कुत्र सूत्रे अत्र द्रष्टव्यं महोदय? एतस्य पूर्वे मया किम् उक्तम्? अत्र अपदान्तात् इति सूत्र पदस्य अनुवृत्तिः अस्ति. सो प्रायशः पूर्वे तत् पदं कस्मिंश्चित् सूत्रे दत्तम्, अस्मिन् सूत्रे तस्य अनुवृत्तिः. अपदान्तम् अत्र तपरीकरणं नास्ति, तपरकरणं नास्ति अस्ति. और तपरकरणं कस्य भवति महोदय? तपरकरणं कस्य? केवलम् अकारस्य भवति वा? स्वरस्य भवति, शब्दस्य तपरकरणं नास्ति. अत्र पञ्चमी अन्तम् अस्ति, स्वराणामेव तपरकरणं. स्वराणां तपरकरणम् अपि च कुत्र? केवलं सूत्रे. सूत्रे स्वराणां कृते एव तपरकरणं, व्यञ्जनस्यापि तपरकरणं नास्ति, केवलं स्वराणां तपरकरणम्. अत्र तु अपदान्तात् इति रामात् इव अस्ति, पञ्चमी अस्ति. अपदान्तात् अतः, किमर्थं चेत् अत्र यः अतः अस्ति सः पञ्चमी अपि भवितुं शक्नोति, षष्ठी अपि भवितुं शक्नोति, परन्तु अत्र पञ्चमी स्वीकरणीयम्. अतः कीदृश अतः? विशेषणम् अस्ति अपदान्त अतः. अत्र अपदान्त अस्ति, अत्र पिब इति यः अस्ति सः तस्य पदसंज्ञा नास्ति, प्रक्रिया मध्ये अस्ति. एतत् पद नास्ति, पिब इति पद नास्ति, धातुः अस्ति. अतः अपदान्तात् कीदृशाकारः अतो गुणे इत्युक्ते कीदृशाकारः अपदान्तात् अकारः पञ्चमी अस्ति विशेषणविशेष्यभावः अस्ति अत्र अस्तु अग्रे पठामः कोऽपि पठितुमिच्छति वा अग्रे एतत् चतुर्थबिन्दु समापयामः मञ्जरी भगिनी पठतु अत्र देयं यत् त्रयाणां लट् लकाररूपे धातु तिङ् प्रत्ययोः मध्ये यः स्वरः अस्ति सः भिन्नः पिबति ददाति आप्नोति अपि च ददाति इत्यस्मिन् धातोः द्वित्वम् अनेन कारणेन ददामः यत् धातुगुणभेदात् रूपभेदः इति इदमेव सार्वधातुकलकारस्य लक्षणम् पाणिनिना साक्षात् सार्वधातुकलकारः आर्धधातुकलकारः च संज्ञाद्वयं कुत्रापि न दत्तम् किन्तु अष्टाध्याय्याः आकृतिः स्वयं पूर्णतया एतादृशं नामकरणं पोषयति अतः अतीवयोग्यनामकरणम् इदं मातृभिः कृतम् अनेन नामकरणेन किं भवति ज्ञानं सुदृढं भवति आयोजितं भवति मनसि ज्ञानस्य सम्यक् आयोजनं न भवति चेत् अस्तव्यस्तता इति फलम् अपि च शास्त्रीयव्याकरणविषये गुरुकुलीयेषु बहूनां मनसि इयमेव अस्तव्यस्तता वर्तते तस्य निवारणार्थं धातुः शिक्षापद्धतिः आवश्यकी इत्युक्ते अत्र पिबति ददाति आप्नोति सो धातु तिबादयस्य मध्ये भिन्नस्वरः श्रूयते अत्र आकारः श्रूयते अत्र दीर्घ आकारः श्रूयते परन्तु द्वित्वमपि दृश्यते धातु आप् अस्ति तिबादयः तिप् अस्ति मध्ये नो इति भागः श्रूयते सो घन आधारीकृत्य तत्र मध्ये धातु तिबादयस्य मध्ये भिन्नभिन्नभागः श्रूयते तेन कारणेन तत्र किं रूपाणि भिद्यन्ते लट्लकाररूपाणि सर्वेषु धातूनां कृते भिद्यन्ते किमर्थं चेत् मध्ये लकार तत्र घनविकरणप्रत्ययस्य कारणेन तादृशभेदः भवति परन्तु लृट् लकारे किं भवति आप्स्यति दास्यति पास्यति इति भवति तत्र स्य सर्वत्र श्रूयते किमर्थं चेत् तत्र घनचिन्तनं न करणीयम् अनावश्यकं घनचिन्तनं तत्र एव करणीयं यत्र कर्तरि शब् सूत्रस्य प्रसक्तिः सो तत्र स्य प्रत्ययः अर्धधातुसंज्ञकः तिङ्नाशित् न अतः तत्र घनचिन्तनं न भवति एव यस्मिन् कस्मिन् अपि धातु यस्मिन् कस्मिन् अपि गणे भवेत् भवतु तत्र तु स एव योजनीयम् अतः तत्र रूपसाम्यं दृश्यते लृट् लकारे स्य इति सर्वत्र श्रूयते परन्तु ये सार्वधातुकलकारः तत्र तु भिन्नचिन्तनम् अस्ति तत्र गणचिन्तनम् आवश्यकं ये दशधातुगणाः सन्ति तेषां चिन्तनम् आवश्यकं करणीयं लटि अपि लोटि अपि लङ्गि अपि विधिलिङ्गि अपि अन्येषु षट्षु लकारेषु गणचिन्तनं न एव करणीयं तत्र न करणीयं धातु कस्मिन् गणे अस्ति कस्मिन् गणे अस्ति इति न चिन्तनीयम् अनावश्यकम् इति मातुः वदति तेन कारणेन वयं किं वदामः सुलभतया अस्माकं मनसि इदानीम् अस्तु व्यस्त नास्ति सर्वदा तत्र गणचिन्तनं करणीयं वा न केवलं चतुर्षु लकारेषु गणचिन्तनं करणीयम् अन्येषु षट्षु लकारेषु तत्र लकारनिमित्तकरणप्रत्ययः योजनीयम् नो चेत् तास् नो चेत् चिलि योजनीयं तादृश तत्र प्रक्रिया भवति अतः तदेव अस्ति मातुपाठस्य वैलक्षण्यम् इत्युक्ते सार्वधातुकलकाराणां तदेव लक्षणम् अस्ति तदेव गुणम् अस्ति किं तत्र घनचिन्तनम् आवश्यकं परन्तु आर्धधातुकलकारेषु किमर्थं चेत् तत्र कर्तरि शप् अपि च स्वादिभ्यः श्नु ज्वादिभ्यः शन् एतेषां सूत्राणां प्रसक्तिः अस्ति. अतः गण आधारीकृत्य एव तत्र श्नु नो चेत् श नो चेत् श्नम् इति योजनीयम्. केवलं चतुर्षु लकारेषु एव एतत् कार्यं भवति, अन्येषु लकारेषु तत्र न भवति इति अत्र सारांशः लिखितं. तदेव अस्ति शिक्षा पद्धति इत्युक्ते तत्र पौषपी प्रक्रिया, यदा मया पूर्वे उक्तं पौषपी इत्युक्ते माता पुष्पा दीक्षित् इति तस्याः नाम. सो पौषपी प्रक्रिया इति वदामः. सो इदानीं तत्र व्याकरणशास्त्रे सर्वे एतादृशः एव चिन्तनं तत् कुर्वन्ति. अन्य इदानीं ये नूतन तत्र पुस्तकानि सन्ति तत्रापि एतादृशः एव लिखितं, सार्वधातुकलकारः अर्धधातुकलकारः. यद्यपि मूलग्रन्थे एतत् लकाराणां कृते एतत् संज्ञा नास्ति, परन्तु सा पौष्पी प्रक्रिया तत्र दत्तम्. इदानीं तत्र नूतनपुस्तकेषु अपि तत्र तादृशचिन्तनम् अस्ति. लट् लोट् लङ् विधिलिङ्ग् लकारेषु एका प्रक्रिया, अर्धधातुकलकारेषु भिन्नप्रक्रिया तत्र भवति, भिन्ना प्रक्रिया भवति. सो इति अस्माकं मनसि एतत् स्पष्टता भवेत्, के लकाराः अर्धधातुकलकाराः, के लकाराः सार्वधातुकलकाराः, तत्र किमर्थम् एतादृशनामकरणम्. अस्तु, इदानीं तु समयः अभवत्, अत्र स्थगामः. आचार्य, एकः प्रश्नः अस्ति. भवती उक्तवती चतुर्विंशति अधिकशतं कृत् प्रत्ययाः सन्ति, अमङ्ग्स् विच् नवमाशित् प्रत्ययाः सन्ति. शित् प्रत्ययाः के? नवम अहं लिस्ट् प्रेषयामि भगिनि, नवशित् प्रत्ययानां लिस्ट् मेल् मध्ये प्रेषयामि, नो चेत् वाट्सप् मध्ये प्रेषयामि. तत्र नवशित् प्रत्ययाः सन्ति कृत्सु. सो तेषाम् आवली अहं प्रेषयामि भगिनि. धन्यवादः. अस्तु, जगदीश महोदय शान्तिमन्त्रं पठति वा? अवश्यम्. ॐ पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेव वशिष्यते. ॐ शान्ति शान्ति शान्तिः. हरिः ओम् श्रीगुरुभ्यो नमः. हरिः ओम् तत्सत्. नमस्काराः, धन्यवादाः, पुनः मिलामः. धन्यवादः. नमस्काराः, धन्यवादः. धन्यवादः भगिनी.